Swami Nayana. जम न च कणिकमाणे क्यविभावम् चरितो जगन्नाथ स्वामी नयन पथ गामे भवतु मे जगन्नाथ स्वामी नयन पथ गामे भवतु मे संसारं द्रुततरमसारं सुरपते हरत्वं पापाना विततिमपराम्या भवपते अहो दीनेनाथं निहित जगन्नाथष्टकं पुण्यं यः पठेत् प्रयतः शुचिः सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति।